पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 13 शौनक उवाच कृष्णजन्माष्टमे सूद तस्यामाहात्म्यमुत्तमं कथयस्व महाप्राज्ञ चोद्धरस्व महार्णवाद सूद उवाच कृष्णजन्माष्टमीं ब्रह्मन् भक्र्या करोति यो नरः अन्धे विष्णुपुरं व्याधि कुलकोडियुतो द्विज अष्टमी बुधवारे च सोमे चैव द्विजोत्तम रोहिणी ऋक्षसंयुक्ता कुलकोडिविमुक्तिदा महापादकसंयुक्तकरोदिव्रतमुत्तमं सर्वपापविनिर्मुक्तश्चान्ते यादिहरेर्गृहम् कृष्णजन्माष्टमीं ब्रह्मन् न करोति नराधमः इह दुःखमवाप्नोति स प्रेत्य नरकं व्रजेत् न करोति चया नारी कृष्णजन्माष्टमी व्रतं वर्षे वर्षे तु सामूढा नरकं यादिदारुणं जन्माष्टमीदिने यो वै नरोऽश्नादिविमूढधीः महानरकमश्नादि सत्यं सत्यं वदाम्यहम् दिलीपेन पुरा पृष्ठो वसिष्ठो मुनिसत्तमः तच्छृणुष्व महाप्राज्ञ सर्वपादकनाशनम् दिलीप उवाच भाद्रे मास्यसिताष्टम्यां यस्यां जादो जनार्दनः तदहं श्रोतुमिच्छामि कथयस्व महामुने कथं वा भगवान् जातशङ्खचक्रगदाधरः देवकी जठरे विष्णु किं कर्तुं केन हेदुना वसिष्ठ उवाच शृणु राजन् प्रवक्ष्यामि कस्माज्जादो जनार्दनः पृथिव्यां त्रिदिवं त्यक्त्वा भवते कथयाम्यहम् पुरा वसुन्धराख्यासीत् कंसादि नृपपीडिता स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता क्रन्ददी साधु ययौ कूर्णितलोचना यत्र तिष्ठति देवेश उमाकान्दो वृषध्वजः कंसेन ताडितानाथ इति तस्मै निवेदितुम् बाष्पवारीणि वर्षन्ति विवर्णा सा विमानिता क्रन्दन्तीतां समालोक्य कोपेन स्फुरिताधरः उमया सहित सर्वैर्देववृन्दैरनुव्रतैः आजगाम महादेवो विधातृभवनं रुषा गत्वा चोवाच ब्रह्माणं कंसध्वंसन हेतवे उपायसृज्यतां ब्रह्मन् भवदा विष्णुना सह ऐश्वरं तद्वजश्रुत्वा गन्तुं प्राह कृतात्मभूः क्षीरोदे यत्र वैकुण्ठसुप्तोऽस्ति भुजगोपरि हंसपृष्ठं समारुह्य हरेरन्तिकमाययौ तत्र गत्वा च तं धादा देववृन्दैर्हरादिभिः संयुक्तस्तूयते वाग्भिः कोमलं वाग्विदां वरः नमः कमलनेत्राय हरये परमात्मने जगद पालयित्रे च लक्ष्मीकान्तनमोऽस्तु ते इति तेभ्यः स्तुतिं श्रुत्वा प्रत्युवाच जनार्दनः देवान् क्लिष्टमुखान् सर्वान् भवद्भिरागतं कथम्। ब्रह्मोवाच शृणु देव जगन्नाथ यस्मादस्माकमागतं कथयामि सुरश्रेष्ठ तदहं लोकभावन शूलिदत्तवरोन्मत्तकं सो राजा दुरासदः वसुधा ताडिता तेन करखादेन पीडिता वरं दत्त्वा पुराप्यग्रे मायया दुःप्रवञ्चितः भागिनेयं विना शम्भो मरणं भविता न मे। तस्माद्गच्छ स्वयं देव कंसं हन्तुं दुरासतम् देवकी जठरे जन्म लब्ध्वा गत्वा च गोकुलम्। ब्रह्मणा प्रेरितो देवप्रत्युवाच च शूलिनम् पार्वतीं देहि देवेश अब्धं स्थित्वा गमिष्यति। उमया रक्षया सार्धं शङ्खचक्रगदाधरः उद्दिश्य मधुरां चक्रे प्रयाणं कमलासनः। देवकी जठरे जन्म लेभे तत्र गदाधरः यशोदा कुक्षिमध्यास्ते सर्वाणि मृगलोजना। नवमासांश्च विश्रम्य कुक्षौ नवदिनान्तकान् भाद्रे मास्यसिदे पक्षे चाष्टमी संज्ञकातिथिः। रोहिणी तारकायुक्ता रजनी खनकोषिता तस्यां जादो जगन्नाथ हंसारिर्वसुदेवजः। वैराटी नन्दपत्नी च यशोदा जीजनत्सुताम् पुत्रं पद्मकरं पद्मनाभं पद्मदलेक्षणं तदा हर्षिदुमारेभे दृष्ट्वा श्यानकदुन्दुभिः। कंसासुरभयत्रस्ता प्रोवाच देवकी तदा वैराटीं गच्छ भोनाथ सुदं प्रत्यर्पितं किल पुत्रं दत्त्वा यशोदायै सुतां तस्या समानय। तस्यावच समाकर्ण्य वसुदेवोऽपि दुःखितः अङ्गे कुमारमादाय वैराट्यभिमुखं ययौ। यमुना जलसम्पूर्णा तत्पथे मध्यवर्त्मनि आसीत् पोरा महादीर्घा गम्भीरोदकपूरभाक। एवं दृष्ट्वा तडे स्थित्वा यमुनामवलोकयन् वसुदेवोऽपि दुःखार्तो विललापादिचिन्तया किं करोमि क्व गच्छामि विधिनापि हि वञ्चितः कथमत्र गमिष्यामि वैराट्यीं नन्दमन्दिरं हरिणा तत्र सानन्दम् मायया वञ्चितः पिता क्षणमात्रं तडे स्थित्वा यमुनामवलोकयन् तेन दृष्टा पुनः सापि क्षणाज्जानुवहाभवत। तां दृष्ट्वा हृष्ट उत्तस्थौ प्रस्थानमकरोद्यथा मायां कृत्वा जगन्नाथ पितुरं काज्जलेपदद। तं पुत्रं पतितं दृष्ट्वा हाहा कृत्वा सुदुःखितः महोपायं पुनः कर्तुं विधिना तेन वञ्चितः। त्राहि मां जगदां नाथ सुदं रक्ष सुरोत्तम। जनकक्रन्दितं दृष्ट्वा कंसाहि कृपया मुहुः जलक्रीडां समाचर्य पितुः प्रोढमगात् पुनः। यथा तेन यदुश्रेष्ठो जगाम नन्दमन्दिरम् सुतं दत्त्वा यशोदायै सुतां तस्यात् समानयद। निजागारं ततः प्राप्य पत्न्यै प्रत्यर्पिता सुता देवकी च प्रसूदेदि वार्ता प्राप्ता सुरारिणा। आनेतुं प्रस्थिता दूताः सुतं दुहितरं तथा आगत्य कंसदूतास्ते सुतां नेतुं प्रचक्रमुः। बलादेनां समाकृष्य देवकी वसुदेवयोः कंसदूतैर्गृहीत्वा सा अर्पितादु सुरारये। सधृत्वा तां महाराजसभयो भूद्दुरासदः शुद्धकाञ्चनवर्णाभां पूर्णेन्दु सदृशाननाम्। कंसो हसन्तीं तां दृष्ट्वा विद्युत्स्फुरितलोचनाम् आदिदेशासुरश्रेष्ठो जहिनीत्वा शिलोपरि आज्ञां लब्ध्वा सुरास्ते वै निष्पेष्टुं तां प्रवर्तिताः। विद्युच्छीघ्रतया गौरी जगामशङ्करान्तिकम्। गौरी उवाच शृणुराजन् प्रवक्ष्यामि यत्रास्ते शत्रुरुत्तमः नन्दस्य निलये गुप्तस्तव हन्तासुरोत्तम। वसिष्ठ उवाच एवमुक्त्वा तु सा देवी जगाम निजमन्दिरम्। श्रुत्वा वाक्यं तदो देव्या कंसो राजा सुदुःखितः। भगिनीं पूतनामाहगच्छत्वं नन्दमन्दिरं चत्मनातं सुतं हत्वा गच्छते वाञ्छितं बहु। दास्यामि शत्रुं हन्तुं मे व्रजशीघ्रतरं शुभे। आज्ञां प्राप्य राक्षसी सा गोकुलाभिमुखं गदा मायया सुन्दरीरूपा प्रविष्टा तत्र गोकुले। अयोधरे गरं साधु धृत्वा हन्तुमुपागदा पशुपानां गृहद्वारि प्रविष्टा लक्षितेति च। गत्वान्तरुद्धाभ्य शिष्युं स्थनं दत्त्वा पसद्गतिं ततस्तु शकटं क्षिप्त्वा तृणावर्तादिमर्दनं कालीयदमनं कृत्वा गतो मधुपुरीं ततः। गत्वा कंसो हदक्रूर कंसमल्लानजी जयत। एतत्ते कथितं राजन्विष्णोर्जन्मदिनव्रतम्। श्रुत्वा पापानि नश्यन्ति कुर्यात् किं वा भविष्यति। य इदं कुरुदे मर्त्यो याजनारी हरेर्व्रतम्। ऐश्वर्यमदुलं प्राप्य जन्मन्यत्र यथेप्सितम्। पूर्वविद्धानकर्तव्या तृतीया षष्टिरेव च। अष्टम्येकादशी भूता धर्मकामार्थ वाञ्छुभिः। वर्जयित्वा प्रयत्नेन सप्तमी संयुताष्टमी। विना ऋक्षेऽपि कर्तव्या नवमी संयुताष्टमी। उदये चाष्टमी किञ्चित् सकला नवमी यदि मुहूर्तरोहिणी युक्ता सम्पूर्णा चाष्टमी भवेद। अष्टमी बुधवारेण रोहिणी सहिता यदि सोमेनैव भवेद्राजन् किङ्कृतैर्व्रतकोटिभिः। नवम्यामुदयात् किञ्चित् सोमे सापि बुधेऽपि च। अपि वर्षशतेनापि लभ्यते वा न लभ्यते विना ऋक्षं न कर्तव्या नवमी संयुताष्टमी कार्या विद्धापि सप्तम्यां रोहिणी संयुताष्टमी कला काष्ठा मुहूर्तेऽपि यदा कृष्णाष्टमी तिथिः नवम्यां सैव वा ग्राह्या सप्तमी संयुधा नहि किं पुनर्बुधवारेण सोमेनापि विशेषतः किं पुनर्नवमी युक्ता कुलकोट्यस्तु मुक्तिदा फलवेधेन राजेन्द्रसप्तम्या अष्टमीं त्यजेद सुराया बिन्दुना स्पृष्टं गङ्गाभकलशं यथा दिलीप उवाच केन चादौ कृतं चेदं केन वा तत्प्रकाशितं किं पुण्यं किं फलं देव कथयस्व महामुने वसिष्ठ उवाच चित्रसेनो महाराजा महापापरो महान् अगम्यागमनं कृत्वा स्वर्णस्तेयं द्विजस्य च सुरायां च सदा तृप्तो वृथा मांसे सदारदः एवं पापसमयुक्तो नित्यं प्राणिवधेरदः चाण्डालैः पतितैः सार्धमालापं सर्वदा करोद एतदेवं विधो राजा मृगयायां मनोदधे अरण्ये द्वीपिनं ज्ञात्वा व्यष्टयित्वा च सर्वतः सावधानं भटान् सर्वान् वाक्यमेतदुवाचः अहमेव निहन्म्येनं योऽन्योऽस्मिन् प्रहरिष्यति सवध्यो नात्र सन्देहो व्याघ्रो राज्ञः पथाययौ सलज्जोऽपि ततो राजा व्याघ्रं पश्चाज्जगामः अनेकक्लेशदुःखेन व्याघ्रं हन्तुं समाहितः क्षुपिपासाकुलक्लेशः सन्ध्यायां यमुनातडे अष्टमी रोहिणी युक्ता तद्दिनं जन्मवासरं श्वकन्या यमुनायां वै व्रतं चक्रुर्नराधिप नानोपहारैर्द्रव्यैश्च धूपदीपैः सुशोभनैः गन्धपुष्पं तथा द्रव्यं कुङ्कुमादिमनोहरम् अन्नं बहुगुणं दृष्ट्वा भोक्तुं तन्मानसङ्कुलम् राजोवाच अन्नाभावान् ममाद्याशु प्राणा यास्यं दिनिश्चितं स्त्रिय ऊचुः जन्माष्टम्यां हरे राजन्नभोक्तव्यं त्वया नख गृध्रमांसं खरं काकं गोमांसमन्नमेव च भुक्तवान्नात्र सन्देहो यो भुङ्क्ते कृष्णजन्मनि किं किं छिद्रं न संजातं संसारे वसतां नृणां येन देहे स्थिते प्राणे जयन्तीन कृता नृप तत्राकृतोपवासस्य शासनं यममन्दिरं यद्दत्तं पितरो नित्यं न गृह्णन्ति यथाविधि पितरः पादिदा सर्वे जयन्त्यां भोजने कृते इति श्रुत्वा ततो राजा व्रतं चक्रे नराधिप किञ्चित् पुष्पं कियद्गन्धं वस्त्रं चानीयहर्षितः एतद्व्रतं समायुक्तं तिथिभान्ते च पारणम् व्रतस्यास्य प्रभावेण चित्रसेनो हरेर्गृहं दिव्यं विमानमारुह्य गतवान् पितृभिः सह यद्फलं मधुरां गत्वा दृष्ट्वा कृष्णमुखाम्बुजं तद्फलं प्राप्यते पुंसा कृष्णजन्माष्टमीव्रतात् यत्फलं द्वारकां गत्वा दृष्टे विश्वेश्वरे हरौ तत्फलं प्राप्यते दीनैः कृत्वा जन्माष्टमीव्रतम् इति श्रीपद्मे महापुराणे ब्रह्मकण्डे हरिजन्माष्टमीव्रतमाहात्म्यनाम त्रयोदशोऽध्यायः ओम्।